अस्तु, तर्हि अस्माकं पञ्चम अध्यायः प्रवर्तमानः अस्ति। तत्र कथा समाप्ता गतसप्ताहे, यतः अग्रे पश्येम किं किम् अस्ति, अभ्यासाः सन्ति तत्र, लाभः अस्ति अस्ति वा इति पश्येम। प्रथम अभ्यासः तत्र अस्तु, सुब्रह्मण्यमहोदय तत्र पठति वा? एकनिमिषः महोदय। प्रथम अभ्यासः महोदय, अभ्यासः निर्देशानुसारं लिखत। प्रातिपदिकम् उदाहरणार्थं मन्त्री मन्त्रिन् एवं परिवर्तयत। सप्तमी द्विवचनं मन्त्रिणोः कर्म। प्रातिपदिकम् अस्ति कर्मन्। षष्ठी एकवचनं कर्माणः। अस्तु, समीचीनमस्ति। लक्ष्मी भगिनी अग्रे। चेतसा प्रातिपदिकं रूपं चेतस्, सप्तमी बहुवचनरूपं चेतसि। बहुवचनं? ओ, बहुवचनं चेतस्सु। हा, समीचीनमस्ति। अस्तु, निहारिका भगिनी अग्रे। अकाङ्क्षिभ्यः एतदपि वक्तव्यमस्ति यत् अस्य शब्दस्य का विभक्तिः। अस्तु, प्रातिपदिकं किम्? अकाङ्क्ष अस्तु, भवती चिन्तयतु तावता। सुब्रह्मण्यमहोदय तत्र कर्म इति का विभक्तिः? कर्म प्रथमा विभक्ति एकवचनं महोदय। अस्तु, लक्ष्मी भगिनी अग्रे द्वितीयं। चेतः, चेतसा इति अस्ति खलु, किमस्ति? चेतस् सकारान्तशब्दं। न न, शब्दः कः शब्दः दत्तः अस्ति? चेतसा तृतीय एकवचनं। हा, तावदेव। अस्तु, अग्रे निहारिका भगिनी अग्रे, तत्र किं स्यात्? अस्तु अस्तु, पश्येम। अत्र श्रीनिवासमहोदय तत्र वदति वा? चेतस् न, तृतीयं, तृतीयं चेतसा चेतभ्यां चेत भिः न, आकाङ्क्षीभ्यः इति तृतीय अस्ति खलु, तृतीयं। ओ ओ, आकाङ्क्षिभ्यः, आकाङ्क्षिभ्यः पुंलिङ्ग आकाङ्क्षिन् प्रातिपदिकं। आकारान्त स्त्रीलिङ्गशब्दः नास्ति वा? न, तत्र यदि आकारान्त यदि आकारान्त स्त्रीलिङ्गशब्दः अभविष्यत् तर्हि यथा लता, अस्तु, आकाङ्क्षाभ्यः इति भवति स्म। आकाङ्क्षिभ्यः पञ्चमी बहुवचनम् अस्ति वा महोदय? पञ्चमी अथवा चतुर्थी बहुवचनं। हा, चतुर्थी अथवा पञ्चमी, आकाङ्क्षिभ्यः। अस्तु, आकाङ्क्षिभ्यः इति शब्दं दृष्ट्वा कथं जानीमः आकाङ्क्षिन् इति प्रातिपदिकं स्यात्? सङ्केतः कः? किमर्थं यथा निहारिका भगिनी उक्तवती यत् आकाङ्क्षा, तु कथं जानीमः यत् तथा नास्ति? इकारः अस्ति, समीचीनम्। इकारः अस्ति इति कृत्वा तत्र अकारान्तशब्दः भवितुं नार्हति। तत्र यत्र अकारान्तशब्दः अस्ति आकारान्त वा, तत्र न कुत्रापि इकारः आयाति खलु? क्षम्यतां महोदय। न तथा किमपि नास्ति, अस्माकं चिन्तनमस्ति. अस्तु, तर्हि आकाङ्क्षिभ्यः इति कृत्वा अस्तु. अनन्तरं यथा मुनिशब्दः भवितुमर्हति वा? मुनिशब्दस्य चतुर्थी पञ्चमी किम्? मुनिभ्यः मुनिभ्यः तर्हि कथं जानीमः यत् इकारान्तशब्दः नास्ति? ह्रस्व इकारान्तशब्दः यथा मुनिशब्दः आकाङ्क्षी. कोऽपि किं महोदय? अहं पृच्छामि यत् आकाङ्क्षिभ्यः इति अस्य प्रातिपदिकम् आकाङ्क्षन्ति उक्तं तत्तु सत्यमेव, किन्तु यथा मुनिशब्दः मुनिभ्यः भवति तद्वत् मुनिशब्दः मुनिभ्यः तस्य सदृश्यमस्ति खलु, सादृश्यम्. अतः तत्र मुनि इति प्रातिपदिकम् इति यथा तथा आकाङ्क्षी इति कथं किमर्थं नास्ति? प्रायः गुणः भवति खलु महोदय, आकाङ्क्षन् यस्य आकाङ्क्षा अस्ति. किन्तु तदानीं जानीमः नाम अर्थं तदानीं जानीमः यदा वाक्यसन्दर्भः भवति खलु. वाक्यं नास्ति चेत् कथं जानीमः तस्य अर्थः? यदि आकाङ्क्षी इति ह्रस्व इकारान्तशब्दः अस्ति यदि, तर्हि वाक्यं द्रष्टव्यं भवति. नाम अत्र यदि वयं न जानीमः यत् आकाङ्क्षी इति तादृशशब्दः अस्ति न वा, तर्हि शब्दकोशे तत्र द्रष्टव्यं भवति. आकाङ्क्षी शब्दः अस्ति चेत् तादृशरूपम् अपि भवितुमर्हति वस्तुतः. किन्तु आकाङ्क्षी शब्दः अस्ति न वा इति द्रष्टव्यमस्ति. नास्ति चेत् अन्यत् नास्ति चेत् तु आकाङ्क्षिन् इति अवश्यमस्ति. आकाङ्क्षी शब्दः यदि चिन्तयतु, यदि तादृशशब्दः अस्ति तर्हि अस्य चतुर्थी विभक्ति अन्तर्मरूपं पञ्चमी वा आकाङ्क्षीभ्यः इति अपि अस्ति. अतः तादृशसम्भावना अस्ति, नाम रूपं दृष्ट्वा एव. यदि केवलं रूपं दृष्ट्वा वयं चिन्तयितुमिच्छामः तर्हि तादृशशब्दः अपि भवितुमर्हति खलु, निहारिका भगिनी खलु? इकारः अस्ति यथा मुनिशब्दः इति तादृशं भवितुमर्हति स्म. द्रष्टव्यमस्ति तादृशशब्दः अस्ति न वा इति अन्यवार्ता. अपि च अस्माकं पाठः कः? हलन्तशब्दः तो इति अपि वयं जानीमः. हलन्तप्रातिपदिकं स्यात् अत्र. मुनिशब्दः अजन्तशब्दः अस्ति. अस्तु, सम्यक्. तर्हि अग्रेसरेम अन्य कोऽपि अस्ति वा? सुब्रह्मण्यमहोदय, पद्मा भगिनी वदतु. देहिनः इति अस्य देहिनः बहुवचनं प्रथमाविभक्ति या द्वितीयाविभक्ति षष्ठीविभक्ति षष्ठी बहुवचनं देहिना. पुनः रूपं किं षष्ठी बहुवचनं? देहिनां समीचीनमस्ति. इदानीं देहिनः इति भवती किम् उक्तवती तत्र? का विभक्त्याः? प्रथमा विभक्ति बहुवचनं इति अपि अस्ति. द्वितीया विभक्ति बहुवचनं, पञ्चमी बहुवचन एकवचनं, षष्ठी एकवचनं. इति बहु सम्यक् अस्ति भगिनि. तथैव चतस्रः सन्ति. अस्तु, अग्रेसरेम सुब्रह्मण्यमहोदय तत्र. अनन्यगामिनी अनन्यगामिनी अहं चिन्तयामि एतत् प्रातिपदिकमस्ति अनन्यगामिन् पञ्चमी द्विवचनं भवति अनन्यगामिनोः पञ्चमी द्वि किं किमस्ति एकनिमिषं महोदय षष्टी द्विवचनं उक्तवन्तः उक्तवान् अत्र पञ्चमी द्विवचनं भवति अनन्यगामिभ्याम् अनन्यगामिभ्याम् अपि च अनन्य अनन्यगामिनी इति अस्य का विभक्तिः किं वचनं च अनन्यगामिनी प्रायः सप्तमी एकवचनं प्रातिपदिकम् अनन्यगामिनिन् अनन्यगामिनी अनन्यगामिन् अनन्यगामिन् अनन्यगामिन् अनन्यगामिन् तस्य अर्थः कः स्यात् अनन्य इत्युक्ते एकमात्र गामिन् यः गच्छति अनन्य इति एकमात्र अथवा यदि यदि शब्दं पश्यामः तर्हि अनन्य इत्यस्य कः अर्थः अन्य कोऽपि नास्ति अन्य न अन्य न इति अर्थः अनन्य अन्य न नाम अपरस्व अपरस्य अपरस्य पार्श्वे यः न गच्छति यथा भवता उक्तं केवलम् एकमात्र तस्य पार्श्वे किन्तु कथं तस्य अर्थः सिद्धः इति चेत् अनन्यस्य अपरस्य पार्श्वे यः न गच्छति सः समीचीनम् अनन्यगामिन् एतादृशाः शब्दाः सर्वे समानाः नाम आकाङ्क्षिन् देहिन् देहिन् नाम देहि आत्मा किन्तु कथं जानीमः देहिन् इत्यस्य अर्थः कः देहः यस्य सः देहः यस्य सः अत्र प्रत्ययद्वयमस्ति मतूप् अपि च इनि मतूप् यथा धनिन् धनिन् इत्युक्ते किं धनिन् क्षम्यतां मतूप् इत्युक्ते इत्युक्ते धनवान् धनवान् धनवान् इत्युक्ते किं धनं हा यस्य धनं सः तत्र धनं यस्य वस्तुतः तथा एवं शास्त्रीयरीत्या वदामः धनम् अस्य अस्मिन् वा धनम् अस्य अस्मिन् कुत्रचित् तस्मिन् भवति कुत्रचित् तस्य भवति अतः धनम् अस्य अस्मिन् वा इति धनी धनवान् इति धनम् अस्य अस्मिन् वा इति धनवान् यथा यतोहि धनम् अस्य अथवा अस्मिन् अस्ति किमस्ति अस्य अथवा अस्मिन् अस्य अस्य भवति किन्तु बुद्धिमान् इति वदामश्चेत् अस्मिन् अस्मिन् अस्ति तर्हि अस्य अस्मिन् वा इति मतुप्रत्ययः इति कृत्वा धनवान् बुद्धिमान् कुत्रचित् मकारः कुत्रचित् उकारः अग्रे ज्ञास्यामः कथं नियमः भवति किन्तु इनि प्रत्ययः इत्यस्य अर्थः अपि तथा मतुप् इति एकमस्ति धनवान् बुद्धिमान् तत्र धनवान् इत्यस्य प्रातिपदिकं किम् धनवत् धनवत् अस्ति बुद्धिमान् बुद्धिमत् यदि इदानीं तस्मिन् एव अर्थे मतुबर्थे इनि प्रत्ययः अपि अस्ति इनि यथा धनवान् अथवा धनी इति अस्य प्रातिपदिकं धनिन् धनवान् इति धनवत् धनी इति धनिन् द्वयोः शब्दयोः एक एव अर्थः समानः अर्थः अस्ति तर्हि यथा देहशब्दः देह तत्र मतुप् इति अस्ति चेत् रूपं किं स्यात् देहवत् प्रथमा व्यक्ति अन्तं रूपमस्ति देहवान् देहवान् स्त्रीलिङ्गे देहवति तस्मिन्नेव अर्थे इनि प्रत्ययः अपि अस्ति नाम देहेन् देहवत् अथवा देहेन् समानमस्ति यस्य सः इति अर्थः अस्य अस्मिन् वा इति शास्त्ररीत्या वदामः अस्य अस्मिन् वा तर्हि देहेन् अपि तथा अनन्यगामिन् अपि तथा आकाङ्क्षिन् इत्यस्य अर्थः कः आकाङ्क्षा अस्य अस्मिन् वा यस्य आकाङ्क्षा इति समीचीनमस्ति अस्तु अनन्तरम् अनन्यगामिन् तथा इति अस्ति मतुप् अपि च एनि अस्तु अग्रे सिनेमा निहारिका भगिनी अग्रे षष्ठं करोतु आत्मनि आत्मन् शब्दः सप्तमी विभक्ति एकवचनं सप्तमी विभक्ति बहुवचनं आत्मसु समीचीनमस्ति अस्तु अग्रे श्रीनिवासमहोदय अग्रे विपदा प्रातिपदिकं विपत् षष्ठी द्विवचनं अस्ति विपदोः विपदा चतुर्थी एकवचनं चिन्तयतु विपदा चतुर्थी कथमा स्यात् तृतीया एकवचनं समीचीनमस्ति अस्तु पद्माभगिनी अग्रे चिरति षष्टि एकवचनं क्षम्यतां सप्तमी एकवचनं सप्तम बहुवचनं तिरसु शिरसु अपि च प्रातिपदिकं शिरस् समीचीनमस्ति भवत्याः स्पीकर् फोन् तु नास्ति खलु साक्षात् अस्तु अग्रे सरेम तर्हि लक्ष्मी भगिनी अग्रे विवेकी पञ्चमी एकवचनं विवेकिनः विवेकी प्रथमाविभक्ति एकवचनं पञ्चमी एकवचनं विवेकिनः प्रातिपदिकं किं विवेकिन् अस्तु समीचीनम् अग्रे सरेम सुब्रह्मण्यमहोदय तत्र अग्रे पठतु कृपया सूचनानुसारं रूपाणि लिखत प्रातिपदिकं विभक्तिः एकवचनं द्विवचनं बहुवचनं स्रोतस् षष्ठी विभक्ति एकवचनं स्रोतः स्रोतोः स्रोतः स्रोत न षष्ठी अस्ति खलु षष्ठी श्रोतस्ति षष्ठी किं स्यात् श्रोतस् एकनिमिषं महोदय चिन्तयामि एकनिमिषं सकारान्त एतत् सकारान्त पुंलिङ्गशब्दं खलु महोदय, अथवा नपुंसकलिङ्गं स्रोतस् प्रायः नपुंसकलिङ्गं भवति खलु महोदय, पुनः प्रायः नपुंसकलिङ्ग प्रायः न नपुंसकलिङ्गशब्दः एव नपुंसकलिङ्गशब्दः मनस् इव खलु महोदय, सत्यं यदि यदि यदि दन्त्यसकारान्तशब्दः अस्ति अपि च लिङ्गमस्ति नपुंसकलिङ्गं तर्हि मनस् इव एव सम्यक् महोदय, श्रोतसः श्रोतसोः श्रोतसाम् अस्तु समीचीनम्, अग्रे निहारिका भगिनी अग्रे, वयस् पञ्चमी वयसपि नपुंसकलिङ्गशब्दः पञ्चमी विभक्तौ वयसः वयोभ्यां वयोभ्यः समीचीनमस्ति, तत्र मनसि भवेत् सर्वत्र यत् द्विवचने तृतीयचतुर्थीपञ्चमी यत्र दन्त्यसकारान्तशब्दः अस्ति नपुंसकलिङ्गे तत्र मध्ये ओकारः भवति मनोभ्यां वयोभ्यां श्रुतोभ्यां, यत्र मूर्धन्यषकारान्तपदमस्ति तत्र कीदृशं भवति षकारान्तपदमस्ति चेत् नपुंसकलिङ्गे आशीर्भ्यां महोदय रेफः भवति, रेफः भवति धनुर्भ्याम् आशिः इति तादृशं नास्ति, आशिः तु स्त्रीलिङ्गशब्दः स्त्रीलिङ्गशब्दः हा किन्तु किन्तु तथापि हा तादृशं भवति द्विवचने रेफः धनुष्शब्दः यथा धनुष् धनुष अस्तु अग्रे श्रीमा पद्मभगिनी अग्रे, विद्वत् सप्तमी विदुषी विदुषोः विद्वत्सु समीचीनमस्ति, अग्रे लक्ष्मी भगिनी अग्रे, ज्ञानिन् पञ्चमी ज्ञानिनः ज्ञानिभ्यां ज्ञानिभ्यः समीचीनमस्ति, अग्रे श्रीनिवासमहोदय, उपनिषत् पुंलिङ्गं दकारान्त श्रीलिङ्गशब्दः ओ श्रीलिङ्ग ओ श्रीलिङ्ग उपनिषत् उपनिषत् उपनि षष्ठी एकवचनम् उपनिषदः उपनिषदोः उपनिषदाम् अस्तु समीचीनं, सुब्रह्मण्यमदग्रे पुरुजित् एतत् मरुत् इव महोदय पुल्लिङ्गशब्दः अस्ति सत्यं पुल्लिङ्गशब्दः तकारान्त मरुत् इव पुरुजिति पुरुजितोः पुरुजित्सु अस्तु समीचीनमस्ति, अग्रे निहारिका भगिनी अग्रे, वेदवित् एतदपि पुल्लिङ्गशब्दः पञ्चमी विभक्तौ वेदवितः वेदविद्भ्यां वेदविद्भ्यः समीचीनमस्ति, अस्तु लक्ष्मी भगिनी अग्रे, आशिष् षकारान्त पुंलिङ्गशब्दं स्त्रीलिङ्ग् अस्माकं शब्दः अकारान्त षकारान्त स्त्रीलिङ्गशब्दः सप्तमी आशिषि आशिषोः आशिषु तथैव अस्ति, अस्तु अग्रे पद्मभगिनी अग्रे, पधिन् वाच् स्त्रीलिङ्गशब्दे षष्ठी विभक्ति वाचः वाचोः वाचाम् समीचीनमस्ति, अस्तु सुब्रह्मण्यमहोदय अग्रे, पथिन् सप्तमी. एतत् किञ्चित् भिन्नः अस्ति खलु महोदय? प्रायः पथि पथोः पथिषु इति अस्ति, हा अपवादः अस्ति. अस्तु अग्रे चलिम. अग्रे निहारिका भगिनी, अग्रे पठतु कृपया. अधो रेखाङ्कितं शब्दम् अधः रेखाङ्कित रेखया अङ्कितः शब्दः. तान् शब्दान् पुनः पठतु. अधो रेखिताङ्कितं शब्दम् अत्र रेखा इति जानाति वा? रेखा आम् पङ्क्तिः इति अर्थः रेखा. अनन्तरम् अङ्कितः नाम निरूपितः, अङ्कितः रेखया अङ्कितः अधो अधः. यथा आत्मा अस्ति, आत्मशब्दं पश्यतु, आत्मा तस्य अधोभागे रेखा अस्ति खलु, तर्हि अधः रेखया अङ्कितः यः शब्दः सः शब्दः अधो रेखाङ्कितः. अस्तु अग्रे पुनः पठतु कृपया. अधो रेखाङ्कितं शब्दम् अधिकृत्य एतेषाम् उत्तराणां प्रश्नवाक्यानि लिखत. अधिकृत्य इत्युक्ते कोऽपि आधारीकृत्य अथवा स्वीकृत्य तादृश अर्थः अस्ति. समीचीनं. हा अस्तु, हा पठतु भगिनि निहारिका भगिनी. आत्मा अन्यत् शरीरं धरति. कः अन्यत् शरीरं धरति? द्वितीयं वचसि शुद्धता अस्ति. शुद्धता कुत्र अस्ति, कस्मिन् अस्ति? हा सत्यं, द्वयमपि समीचीनं, कुत्र अथवा कस्मिन् वचसि. अस्तु समीचीनमस्ति. अग्रे लक्ष्मी भगिनी, अग्रे. अव्ययसायिनां बुद्धयः अनन्ताः. अव्ययसायिनां बुद्धयः अनन्ताः. केषां बुद्धयः अनन्ताः. हा समीचीनमस्ति. अस्तु अग्रे सरेम श्रीनिवासमहोदय, अग्रे. ज्ञानचक्षुषः पश्यन्ति. ज्ञानचक्षुषः पश्यन्ति. कस्मात् पश्यन्ति? तत्र ज्ञानचक्षुषः इति अस्य विभक्तिः का, वचनं किमिति द्रष्टव्यमस्ति. पञ्चमी एकवचनं, षष्ठी एकवचनं, तादृश षष्टि एकवचनम् अस्तु. यथा बालकस्य इति षष्टि एकवचनं, बालकस्य, तर्हि वाक्यं पठतु. यदि बालकस्य भविष्यत् बालकस्य पश्यन्ति इति वाक्यं भवति वा? बालकस्य बालकस्य पश्यन्ति न भवति खलु. वाक्यं पश्यन्ति, चक्षुषः पश्यन्ति. द्वितीय बहुवचनं, द्वितीय बहुवचनम् इति इति नास्ति, नास्ति. अत्र शब्दः अस्ति, तत्र पूर्वशब्दः अस्ति ज्ञानं. उत्तरशब्दः कः? चक्षुषः. चक्षुष इति प्रातिपदिकं, स च प्रातिपदिकं कीदृशमस्ति? चक्षुष कोऽपि साहाय्यं करोति वा लक्ष्मी भगिनी? आशिष् आशिष् चकारान्त स्त्रीका स्त्रीलिङ्गं लिङ्गं किं स्त्रीलिङ्गं न स्त्रीलिङ्गशब्दः न एतद् नपुंसकलिङ्गः अस्ति खलु महोदय धनुष् एव धनुष् इति शब्दः वा धनुष् मूर्धन्यषकारान्त नपुंसकलिङ्गशब्दः अस्ति चक्षुष् किन्तु अतः चक्षुष् अस्ति अत्र पश्यन्ति इति अस्ति पश्यन्ति बहुवचनरूपं तत्र पश्यन्ति इति यत्र तादृशक्रियपदमस्ति पश्यन्ति तर्हि शब्दस्य रूपं किं स्यात् नाम यदि वयं यत्र यत्र कुत्रापि वाक्यमस्ति कश्चन तत्र कर्त्रार्थे पञ्चमी पञ्चमी एकवचनं पञ्चमी एकवचनं नाम बालकात् यथा बालकात् पश्यन्ति बालकात् नाम गृहात् पश्यन्ति इति अस्तु कल्पनां कृत्वा चिन्तयितुं शक्नुमः किन्तु अस्तु अत्र वाक्यम् अतीव सरलमस्ति यथा बालकः पश्यति बालकौ पश्यतः बालकाः पश्यन्ति तादृशवाक्यमस्ति बालकाः पश्यन्ति इति वत् बालकाः इत्यस्य कीदृशं रूपं बालकाः बहुवचनं तथा अस्ति बहुवचनान्तपदमस्ति प्रथमाविभक्त्यन्तं रूपमस्ति अत्र प्रश्नः अस्ति तत् चक्षुष् इति मुदन्यषकारान्त नपुंसकलिङ्गशब्दः इति उक्तं खलु तर्हि भवानेव वदतु महोदय यदि प्रथमाविभक्तौ बहुवचने अभविष्यत् तर्हि चक्षुष् इति शब्दस्य रूपं किम् अभविष्यत् चक्षुषि समीचीनं चक्षुः चक्षुषि चक्षुंषि चक्षुः चक्षुषि चक्षुंषि धनुः धनुषि धनुंषि इति भवति खलु चक्षुंषि इति अभविष्यत् किन्तु अत्र तादृशं तु नास्ति किमर्थम् अतः पञ्चमी न न अतः पञ्चमी इति नास्ति अस्माकम् अस्मिन् विषये पाठः न जातः तावता अन्य कोऽपि किमपि वदति वा अहं चिन्तयामि महोदय अत्र कर्तृपदं नास्ति परन्तु कर्तृपदं भवति ते ज्ञानचक्षुषः पश्यन्ति अथवा भवन्तः ज्ञानचक्षुषः पश्यन्ति अत्र कर्तृपदमस्ति वस्तुतः तत्र ज्ञान इति आरम्भे योजयामश्चेत् तस्य रूपं भिन्नं भवति एतद् भवितुमर्हति खलु ज्ञानं चक्षुषः पश्यन्ति नाम अत्र पश्यतु तत्र अयं विषयः अस्माभिः न ज्ञातः न पठितः तावता अत्र समासस्य विषयः समासः अत्र समस्तपदं नाम द्वयोः पदयोः संयोजनेन समस्तपदं भवति निष्पन्नं पुल्लिङ्गं भवति वा विग्रहवाक्यं कथं महोदय ज्ञानिनः चक्षुषः पश्यन्ति अत्र बहुव्रीहिसमासः अस्ति बहुव्रीहिसमासः अस्ति अत्र तत्र विग्रहवाक्यमस्ति वस्तुतः द्रष्टव्यमस्ति तत्र बहुव्रीहिसमासः अस्ति अपि च प्रायः षष्टि अर्थे भवितुमर्हति ज्ञानस्य चक्षुः तादृश अर्थः भवितुमर्हति अथवा ज्ञानेन चक्षुः ज्ञानस्य चक्षुः ज्ञानस्य चक्षुः किन्तु यत्किमपि भवतु नाम अत्र यत्र एतादृशपदमस्ति अत्र यस्य सः इति वक्तव्यमस्ति. यस्य सः वस्तुतः चक्षुः पश्यति इति नास्ति. यस्य चक्षुः अस्ति सः पश्यति, अथवा अत्र ते. यस्य अस्ति येषां ते. तर्हि अत्र ज्ञानस्य चक्षुंषि येषां ते, अथवा ज्ञानस्य चक्षुः येषां ते, तादृशविग्रहवाक्यं स्यात्. येषां ते, तर्हि यत्र अस्य समासस्य नाम बहुव्रीहिसमासः. यत्र तत् उत्तरपदं स्वयं क्रियया सह न अन्वेति. उदाहरणार्थं वदामि, केनचित् पुरुषेण एकं पुस्तकं लिखितम्. इदानीं सः पुरुषः, वयं बुद्धिमान् पुरुषः इति वक्तुं शक्नुमः, सुन्दरः पुरुषः इति वक्तुं शक्नुमः. नाम तत्र विशेषणविशेषभावः अस्ति खलु. तत्र यदि बुद्धिमान् पुरुषः इति वदामः, तत्र विशेषं किं, विशेषणं किम्? विशेष्यं तद्वत् अहं वक्तुं शक्नोमि, यः पुरुषः पुस्तकं लिखितवान् सः पुरुषः लिखितपुस्तकः इति कृत्वा तस्य विशेषणं लिखितपुस्तकः भवति. नाम लिखितपुस्तक इति नूतनप्रातिपदिकमस्ति, शब्दः अस्ति, शब्दद्वयं नास्ति. इदानीं येन पुस्तकं लिखितं सः लिखितपुस्तकः. इदानीं पुस्तकम् इति नाम इदानीं लिखितपुस्तक इति एकः शब्दः अस्ति, लिखितपुस्तक, अकारान्त पुल्लिङ्गशब्दः, विशेषणं पुरुषशब्दस्य. यथा सुन्दरः पुरुषः, तथैव लिखितपुस्तकः पुरुषः. इदानीं पुस्तकमिति नपुंसकलिङ्गशब्दः अस्ति, किन्तु लिखितपुस्तक इति पुरुषशब्दस्य विशेषणमिति कृत्वा इदानीं लिङ्गान्तरं कृत्वा पुल्लिङ्गशब्दः जातः. अतः लिखितपुस्तकः गच्छति. ओ, पश्यतु, तत्रैव अस्ति तत्र लिखितपुस्तकः. येन पुस्तकं लिखितं सः लिखितपुस्तकः. तर्हि यत्र कुत्रापि लिङ्गान्तरं जातमस्ति, अस्माकं मनसि तादृश आशयः आगच्छेत् यत् अहो, अयं शब्दः बहुव्रीहिसमासः स्यात्. यतोहि यदा वयं वदामः लिखितपुस्तकः गच्छति, तत्र पुस्तकं स्वयं गच्छति वा? न, पुस्तकं गच्छति इति नास्ति. नाम लिखितपुस्तकः गच्छति इति अस्मिन् वाक्ये तत्र गच्छति इति क्रियापदमस्ति. कर्तृपदं किं? पुरुषः गच्छति खलु, न तु पुस्तकम्. अतः पुरुषः गच्छति, तत्र अन्यपदप्राधान्यमिति वदामः. अन्यपदप्राधान्यम् इति बहुव्रीहिसमासः. अस्य पुस्तकस्य अनन्तरं यत् पुस्तकम् आगच्छति, तत्र गीताप्रवेशपुस्तके अयं विषयः आगच्छति. तर्हि अत्र किमस्ति, आहत्य चक्षुष यथा पुस्तकम् इति नपुंसकलिङ्गशब्दः, किन्तु यदा लिखितपुस्तकशब्दः पुरुषशब्दस्य विशेषणं जातं, तदा लिङ्गान्तरं कृत्वा पुल्लिङ्गशब्दः जातः. तथैव चक्षुषशब्दः नपुंसकलिङ्गशब्दः, किन्तु इदानीं ज्ञानचक्षुष इति शब्दः, क्षम्यतां, ज्ञानचक्षुष इति शब्दः षकारान्तः, पुरुषस्य विशेषणं जातम्. अतः यथा पश्यन्तु, विद्वस् इति सकारान्तशब्दः, विद्वान्, तत्र विद्वांसः इति तादृशः अस्ति चक्षुषः बहुवचने. नो चेत् चक्षुः चक्षुषि चक्षुंषि इति अभविष्यत् पुंसकलिङ्गे, किन्तु इदानीं पुल्लिङ्गशब्दः अस्ति ज्ञानचक्षुषः इति बहुवचने प्रथमविभक्तौ. ज्ञानचक्षुषः जनाः पश्यन्ति. के पश्यन्ति? अस्तु, समीचीनमस्ति. अग्रे सरेम, अग्रे निहारिकभगिनी, अग्रे. वयं सुखिनः स्याम, वयं कथं स्याम? समीचीनमस्ति. अस्तु, सुब्रह्मण्यं महोदय, अग्रे. नराः जीर्णानि वासांसि विहाय नवानि धरन्ति. नराः कानि विहाय नवानि धरन्ति? समीचीनमस्ति. वासस् इति कीदृशः शब्दः अस्ति? सकारान्त नपुंसकलिङ्गशब्दं महोदय. समीचीनं, वस्त्रमिति अर्थः वासस्. अस्तु, अग्रे सरेमा. पद्मभगिनी, अग्रे. देही नित्यम् अवध्यः. केन नित्यम् अवध्यः? देहि इत्यस्य विभक्तिः का? देहि सप्तमी. प्रातिपदिकं एकवचनं, देहिन्. देहिन्, देहिन् इति देहिन्, तर्हि यथा देहिन् इत्यस्य सप्तमी एकवचनं किं स्यात् तर्हि? देहि इति प्रथमविभक्तौ एकवचने अस्ति. देहि, देहि. सप्तमी किं स्यात्? क्षम्यताम्. श्रीनिवासः वदतु. देहिनी, देहिनी अस्ति. तत्र वस्तः हलन्तशब्दानां रूपाणि, विभक्त्यन्तरूपाणि सुलभानि सन्ति, यतोहि सर्वाणि द्वितीयविभक्ति अनन्तरं लिङ्गं यत्किमपि भवतु, नाम तत्र तदन्तशब्दः यत्किमपि भवतु, सकारान्त, नकारान्त, तकारान्त, दकारान्त, यत्किमपि अस्ति, तृतीया इत्यस्मात् सप्तमीपर्यन्तं सर्वं समानमस्ति. देहिनी, मनसि, मरुति, सर्वं समानं. सुहृदि, एकवारं यदा वयं जानीमः एकं शब्दं तदा सर्वं समानमस्ति द्वितीयविभक्ति अनन्तरं. तत्र तदन्तशब्दम् अनुसृत्य अपि च लिङ्गमनुसृत्य तत्र भेदाः सन्ति, प्रथमविभक्तौ द्वितीयविभक्तौ च. तृतीयविभक्ति इत्यस्मात् आरभ्य सप्तमीपर्यन्तं समानं सर्वं. तत्र पद्मा भगिनी, तत्र विद्यार्थी इति सप्तमी एकवचने किम् अस्ति? विद्यार्थिनी. समीचीनमस्ति. तथैव तत्र धनुष इति सप्तमी एकवचने. धनुः. न, तदेव अहं वदामि. तत्र सर्वत्र समानमस्ति. समीचीनमस्ति. इदानीं तत्र आत्मन् आत्मन् आत्मन् आत्मनि आत्मनि भवत् भवत् भवति भवति सर्वत्र समानमस्ति, सुलभमस्ति एकदम्. तत्र किमपि नास्ति. अस्तु, अग्रे सरेम. तर्हि न, तत् अत्र प्रश्नः अस्ति. एक तत् देहि इति शिखा विभक्तिः भवति किम् उक्तवती? देहि प्रथमाविभक्ति एकवचनं. तर्हि प्रश्नः कः? नित्यम् अवध्यः. समीचीनमस्ति. अवध्यः, अवध्यः नाम अवध्यः धारयति न न तत्र अवध्यं वध्यस्थलमिति तत्र वर्धति वर्धति न न अन्य कोऽपि वदति वा वध्यः इति वध्यः इति मरणीयमस्ति. अवध्यः इति न मरणीयमस्ति. यस्य मरणं यस्य तत्र मरणं न भवति मारणं वा न भवति आत्मनः मरणं नास्ति. अस्तु समीचीनमस्ति. अग्रे अग्रे गच्छेम. सुब्रह्मण्यं वदतु अग्रे. धर्म सम्मूढचेताः अर्जुनः पृच्छति. कः पृच्छति? धर्मसम्मूढचेताः अर्जुनः कः इति कः इति भवेत्. कः अर्जुनः पृच्छति अर्जुनः इति धर्मसम्मूढचेताः. एतदपि बहु समस्तपदमस्ति खलु महोदय. समासपदं हा समीचीनं. तत्र समस्तपदमस्ति. अयं विषयः वस्तुतः अहं प्रदर्शितवान् केवलं किन्तु अग्रे गत्वा अयं पाठः भवति. अग्रे गत्वा एतत् प्रचुररूपेण प्रचुररीत्या अस्माकं चिन्तनं भविष्यति तस्मिन्. किन्तु तथा महोदय अत्र अर्जुनः एकवचनं धर्मसम्मूढचेताः किमर्थं चेतः नास्ति वा? न तत्र केचन सकारान्तपदानि पुल्लिङ्गे तादृशं भवन्ति एकवचने. एवमस्ति समस्तपदप्रसङ्गे बहु दृश्यते अधिकं दृश्यते. सकारान्तपदं यदा चेत् यदा सकारान्तपदं भवति धर्मसम्मूढचेताः अपि एकवचनरूपमेव. हा एकवचने प्रथमं वक्तुम् अस्ति. तादृशशब्दाः सन्ति. अग्रे गत्वा द्रक्ष्यामः. किन्तु अपि च प्रथमवारं नास्ति. मम चिन्तनमस्ति सुब्रह्मण्यं महोदय तत्र एकवारं पृष्टवान् एतादृश शब्दः अस्माभिः दृष्टः पूर्वमपि. सकारान्तशब्दः यदा बहु यदा समासप्रसङ्गे पुल्लिङ्गे आयाति तदा एतादृशं भवति बहुत्र. अस्तु श्रीनिवासमहोदय अग्रे. माधवः पाण्डवश्च महति स्यन्दने स्थितौ कौ स्थितौ. वस्तुतः अत्र कौ इति माधवः पाण्डवश्च इति कृत्वा तत्र कौ इति भवति. अस्तु वस्तुतः कौपि शब्दः तदाधारीकृत्य अत्र अधोरेखाङ्कितशब्दः तदा भवतां पुस्तकेषु तथापि अस्ति खलु. माधवः पाण्डवश्च इति तर्हि कवति अस्ति. कवति एव अस्ति. अहं पश्यामि अत्र तत्र धर्मसमूढचेताः इति अपि तस्य विग्रहवाक्यं मया स्थापितमस्ति अत्र. धर्मे समूढं किन्तु अस्य न कोऽपि लाभः अस्ति यदि एतत् सर्वं वदामि इदानीं. यदा समासविषयः भवति तदा तस्मिन् समये वदामि. नो चेत् पृथक् अन्यपाठः भविष्यति. तर्हि अपरस्मिन् समये अपरस्मिन् समये भवति. वस्तुतः ज्ञानचक्षुः इति प्रायः तृतीयः स्यात्. ज्ञानेन चक्षुः यः ज्ञानचक्षुः येन अनन्तरं पश्यामि किमस्ति. अग्रे गच्छेम, अग्रे गच्छेम. इदानीं नूतनपाठः अस्ति, नाम एवमेव समापयितुं शक्नुमः इति मन्ये. अस्तु, सुब्रह्मण्यं महोदय, तत्र भवान् गच्छति, अतः पठतु कृपया. चतुर्थ अभ्यासं महोदय. शुद्धस्य सप्तमी विभक्तिरूपस्य पुरतः चिह्नं लेखत. गुणेनि शुद्धं धीमत् धीमति अशुद्धम्. अत्र दीर्घ इकारः भवति, परन्तु धीमति ह्रस्व इकारः. समीचीनमस्ति. सुहृद् सुहृत्सु, अत्र अपि सप्तमी सप्तमी दीर्घ ऊकारः न भवति महोदय, अत्र अशुद्धमस्ति. सुहृत्सु ह्रस्व उकारः सम्यक् भवति बहुवचनसप्तमी विभक्तिरूपेण. अस्तु, समीचीनमस्ति. निहारिका भगिनी अग्रे. तरित् तत्र तरिति विपद् अग्रिमं किं विपद् ओ विपद् विपद् आम् तत्र विपत्सु शुद्धमस्ति. हा, नाम किं किं प्रथमं द्वितीयम् अथवा तृतीयं? प्रथमं प्रथमं विपत्सु. हा, तदेव समीचीनमस्ति. अग्रे, तत्र तस्य रूपं किं, नाम विभक्तिः वचनं विपत्सु सप्तमी बहुवचनम्. अस्तु, अग्रे. सरित् तत्र अन्तिम सरिति शुद्धमस्ति. तत्र एकवचनं सप्तमी. अग्रे वाच् वा वाचि वाचोः वाक्षु तत्र द्वितीय द्वितीयवाक्षु शुद्धमस्ति. समीचीनमस्ति. लक्ष्मी भगिनी अग्रे. जगत् सप्तमी एकवचनरूपं जगति प्रथमम्. अग्रे वपुष् सप्तमी बहुवचनरूपं वपुषु द्वितीयं. शिरस् सप्तमी एकवचनरूपं शिरसि तृतीयम्. अग्रे सरस् सप्तमी बहुवचनरूपं सरस्सु प्रथमम्. आत्मन् सप्तमी बहुवचनरूपम् आत्मसु तृतीयम्. अस्तु, अग्रे. श्रीनिवासमहोदय अग्रे. एतेषां प्रश्नानाम् उत्तरं लिखत. दूरदर्शने कस्य सम्माननसमारभः प्रवर्तते? दूरदर्शने सत्यजितः सम्माननसमारभः प्रवर्तते. सत्यजित् कस्मात् धीरतापुरस्कारान् प्राप्तवान्? सत्यजित् कथायाः प्रश्नः अस्ति. स्मर्यते वा कथायाः अन्तिमभागे तत्र पुरस्कारदानं जातं नरेन्द्रमहोदय? हा, सः कीदृशः? नरेन्द्रात् मुख्यमन्त्रिणः. बिसज् बिसज् अस्ति, बिसज्. तर्हि श्रीनिवासमहोदय तत्र वाक्यं वदतु बिसज् अस्ति तर्हि कस्मात् बिसजः बिसजः इति पञ्चमी अस्ति बिसजः प्राप्तवान् अस्तु समीचीनम् अस्तु सुब्रह्मण्यमहोदय अत्र इदानीमपि अस्ति वा महोदय वदतु सः सरितः प्रवाहे कौ दृष्टवान् सः सरितः प्रवाहे द्वौ बालकौ दृष्टवान् समीचीनं मज्जन्तौ बालकौ दृष्टवान् द्वौ हा समीचीनमेव अग्रे अग्रे करोतु कः सत्यजितः सम्माननं कृतवान् सत्यजितः सम्माननं कः अत्र सम्माननं भिषक् प्रमुखः नरेन्द्रमहोदयः कृतवान् अथवा भिषज् इति अस्ति षष्टि बहुवचने भिषजः नरेन्द्रमहोदयः कृतवान् अस्तु समीचीनमस्ति अग्रे पद्मा भगिनी अग्रे कथं महत्त्वं सिद्ध्यति विवेकिनः प्रभाव प्रतिभाशालिनः गुणिनः महत्त्वं सिद्ध्यति न महोदय महत्त्वं लक्ष्मीभगिनी किं वदति भवती वाचः माधुर्येण सम्पदः राशिना न भवति अपि कर्मणः प्रभावेण एव सिद्ध्यति कथं महत्त्वं सिद्ध्यति कर्मणः प्रभावेन सिद्ध्यति पद्मावगिनी अवचति वा नाम तत्र केवलं शब्दस्य माधुर्येण अथवा सम्पदः राशिना इति न अपि तु कर्मणः प्रभावेन अस्तु अत्र प्रभावेन तत्र विकल्पद्वयमस्ति नत्वं यतोहि प्र इति उपसर्गपूर्वकः भाव इति शब्दः तत्र यत्र निमित्तम् अत्र निमित्तमस्ति नत्वस्य उपसर्गे इति कृत्वा अस्यां दशायां प्रभावेण अपि सत्यम् अपि समीचीनमस्ति प्रभावेन अपि सत्यमस्ति अस्तु पश्येम तत्र तत्र केचन श्लोक वाक्यानि सन्ति अत्र किं कर्तुं शक्नुमः इति निहारिकाभगिनी पठति वा एतेषु गीतवाक्येषु प्रयुक्तानां हलन्तशब्दानां लिङ्गं विभक्तिं च निर्दर्शयत प्रथममस्ति यज्ञदानतपः कर्म न त्याज्यम् तत्र कर्म प्रथमा विभक्ति एकवचनं लिङ्गं नपुंसकलिङ्गं न आं नपुंसकलिङ्गं कर्म यज्ञदानतपः न त्यजति यज्ञदानतपः इत्यस्य का विभक्तिः स्यात् द्वितीयविभक्ति बहुवचनं प्रातिपदिकं किम् लक्ष्मी भगिनी सहायं करोतु. यज्ञदानतपः तपन् न तपः सकारान्तशब्दः तपः तपः न कदापि श्रुतं वा तपः नाम परिश्रमः तपः महोदय तपस् प्रातिपदिकमस्ति तपः पञ्चमी अथवा षष्ठी भवति परन्तु अत्र समस्तपदमस्ति खलु यज्ञदान किन्तु सर्वत्र भिन्नभिन्नरीत्या समस्तपदानि सन्ति अत्र बहुविधिः अत्र ज्ञानदानतपः एतदपि यथा ज्ञानसम्मूढचेताः अस्ति तथैव खलु भवितुमर्हति मया द्रष्टव्यमस्ति वस्तुतः ज्ञान नाम कस्मिन् अर्थे शब्दः अस्ति इति द्रष्टव्यमस्ति किन्तु कर्म न त्यज्यं यज्ञदानतपः इति कर्म न त्यज्यं वस्तुतः अर्थः द्रष्टव्यः अस्ति. अहं चिन्तितवान् यत् सुलभतया भविष्यति किन्तु अस्य अर्थः कः इति दृष्ट्वा एव तस्य विभक्तिः का इति यतोहि त्यज्यम् अत्र कर्मण्यार्थे अस्ति तत् तृतीयविभक्त्याम् अभविष्यत् किन्तु अत्र तृतीया नास्ति नाम तेन कर्म न त्यज्यं यदि पुरुषस्य विशेषणमस्ति बहुव्रीहिसमासं कृत्वा तत्र कर्मणि अभविष्यत् एतादृशेन पुरुषेण कर्म न त्याज्यम् इति किन्तु इदानीं किं स्यात् अग्रे इदानीम् एतत् किं कुर्मः अयं भागः त्यक्तव्यः अस्ति इदानीम् अनन्तरम् अहमपि किञ्चित् दृष्ट्वा इतोपि सम्यक् रीत्या वक्तुं शक्ष्यामि. अत्र अधोभागे सूक्तिः अस्ति महोदय अस्ति वा नाम सुब्रह्मण्यं महोदय इदानीमपि अस्ति वा महोदय आं महोदय अस्मि सूक्तिः इति पठ किञ्चित् विलम्बेन गच्छामि महोदय कक्षा अनन्तरमेव गच्छामि सूक्तिः आत्मैव यात्मनो बन्धुः आत्मैव रिपुरात्मनः आत्मैव यात्मनो बन्धुः आत्मैव रिपुरात्मनः आत्म एव हि आत्मनः बन्धुः आत्म एव रिपुः आत्मनः तस्य अर्थः कः स्यात् आत्मनः बन्धुः आत्म एव आत्मनः बन्धुः भवति आत्म एव आत्मनः रिपुः इत्युक्ते शत्रुः अपि भवति समीचीनं शत्रुः अपि अत्र रिपुः इति चेत् शत्रुः तर्हि आत्मा एव आत्मनः बन्धुः रिपुः आत्मनः अपि तर्हि अत्र आत्मनः इति अस्ति का विभक्तिः षष्ठी एकवचनं इति अस्ति अर्थः स्पष्टः अत्र आत्मा सर्वत्र एकस्मिन् अर्थे नास्ति प्रथम आत्मा इत्युक्ते मनः मनः एव आत्मनः बन्धुः मनः एव रिपुः आत्मनः यथा यत्किमपि यन्त्रमस्ति यन्त्रं सम्यक् रीत्या मनः एकं यन्त्रमस्ति तत् तस्य उपयोगः सम्यक् रीत्या अपि भवितुमर्हति असमीचीनरीत्या अपि भवितुमर्हति यथा छुरिका छुरिका इति कोऽपि वदति वा तत् यन्त्रमस्ति तत् एतादृशवाक्यं किमपि कथं स्यात् तत्र छुरिका छुरिका शाकान् कर्तयति पुनः छुरिकया शाकान् कर्तयामि. छुरिका एव अस्त्रं शस्त्रं भविष्यति. तर्हि छुरिका अस्ति चेत् हा नाम तत्र यत्र यन्त्रं सम्यक् रीत्या प्रयुज्यते तदा यथा शाकान् कर्तयामि इति अस्मिन् प्रयोगे तत्र छुरिका समीचीना अस्ति खलु. यत्र छुरिका समीचीनं तत्र प्रयोगः समीचीनः नास्ति तत्र वाक्यं किं स्यात्? प्रयोगः असमीचीनप्रयोगः कोऽपि वदति वा? छुरिकया शाकं कर्तयामि तत्र समीचीनप्रयोगः अस्ति. नेहारिका भगिनी वदतु. छुरिकाया शरीरस्य हानिः भवति. नाम तत्र अज्ञात्वा इति न, तत्र ज्ञात्वा यत्र कोऽपि करोति यथा मारणं चोरः शिशुं छुरिकया मारयति एतादृशं वाक्यमस्ति. तत्र छुरिका इति यन्त्रमस्ति उभयत्र, शाकान् कर्तयति अथवा मारणं करोति छुरिकया. छुरिका उभयत्र यन्त्रमेव अथवा यन्त्रमिति निष्पक्षमस्ति. तत् प्रयोगमनुसृत्य समीचीनम् अथवा असमीचीनं भवति. मनः अपि तथा, मनः यन्त्रमस्ति यथा छुरिका खलु. स्पष्टं स्यात्? स्पष्टमस्ति वा? पद्मा भगिनी अवगच्छति? अस्तु, इदानीम् अग्रेसरेम. अपरस्मिन् समये गीतवाक्यानां परिशीलनं भवतु. इदानीम् अग्रे कथा अस्ति, एकवारं पठेम. पद्मा भगिनी पठतु कृपया. अग्रे पठन न विकम्पितु महर्हसि. पाठं पठनं पठतु. कस्मिंश्चित् राज्ये कश्चन राजा आसीत्. कश्चन सः कस्मिंश्चित् कश्चन राजा पुनः पठतु. कस्मिंश्चित् राज्ये कश्चन राजा आसीत्, सः नीतिवान् शास्त्रविद् धार्मिकश्च आसीत्. तस्य यशः सर्वत्र प्रसृतम् आसीत्. तस्य कश्चन मन्त्री अपि आसीत्. सः विद्वान्, विवेकी, श्रद्धावान् च आसीत्. ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म. तस्य प्रजाजनाः गुणिनः, धर्मनिष्ठाः, शूराश्च आसन्. कृषकः, वणिजः, भिषजः, शिल्पिनः, कुविन्दाः, चर्मकाराः सर्वेपि धर्मानुसारेण निजकर्मणि निर्वहन्ति स्म. अत एव सर्वसम्पदा अनुगृहीतम् आसीत् तत् राज्यम्. सरितः, सारांसि च जलपूर्णानि भवन्ति स्म. फलपूर्णेषु शाकेषु पक्षिणः महत्या मृदा विरहन्ति स्म. सर्वदिशः अपि जनाः तत् राज्यम् आगच्छन्ति स्म. ते तत्र रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म. अस्तु अस्तु, बहु किमपि पठितवती. पुनः पश्येम आरम्भतः. प्रथमवाक्यं पठतु भगिनि. कस्मिंश्चित् राज्ये कश्चन राजा आसीत्. कश्चन कश्चन कश्चन राजा वदतु भगिनि. कस्मिंश्चित् राज्ये कश्चन राजा आसीत्. हा कश्चन कश्चन तत्र अकारः अस्ति. अस्तु एतत् स्पष्टं स्यात्. कश्चन इति सर्वे जानाति खलु. कस्मिंश्चित् राज्ये कश्चन राजा तत्र वयं तस्य अभ्यासं वयं कृतवन्तः केभ्यश्चित् दिनेभ्यः पूर्वं. अस्तु द्वितीयं वाक्यमस्तु. निहारिका भगिनी हा कोऽपि प्रश्नः वा? न न. अस्तु निहारिका भगिनी अग्रे पठतु. सः नीतिमान् शास्त्रविद् धर्मी कश्चन आसीत्. धर्मिकश्च. हा तर्हि नीतिमान् इत्युक्ते यस्य नीति सः यस्मिन् नीतिः यस्मिन् अत्र सः नीतिमान् अथवा यस्य इति वक्तुं शक्यते. नीतिमान् नीतिः इति जानाति खलु. जानाति वा? नीतिः यथा हा नैतिकता इति सामान्यशब्दः अस्ति खलु. नैतिकता इति वदामः तस्य भावः. नीतिः इत्यस्य भावः नैतिकता. नियमानुसारं यस्य सद्व्यवहारः भवति सः नीतिमान्. अस्तु शास्त्रविद् इति अपि तथा वदतु भगिनि. शास्त्रविद् इत्युक्ते सर्वशास्त्राणाम् अध्ययनं कृतवान् शास्त्रज्ञानम् अस्ति. हा सत्यं सत्यम्. अस्तु अग्रे. धर्मी कश्चन इत्युक्ते धर्मकश्च. धर्मकश्च इत्युक्ते धर्मकः धर्मिकः नाम सः तस्य धर्मं सम्यक् पालयति. धर्मस्य पालनं यः करोति सः धार्मिकः. धर्मस्य पालनं करोति यः. अस्तु अग्रे. तस्य यशः सर्वत्र प्रसृतम् आसीत्. यशः इति प्रथमविभक्ति एकवचनं. तस्य प्रसृतम् इति कस्य विशेषणं? प्रसृतं यशस्य. यशसः यशशब्दस्य. यशसः. अस्तु समीचीनमस्ति. अग्रे श्रीनिवासमहोदय अग्रे पठतु कृपया. तस्य कश्चन मन्त्री अपि आसीत्. प्रातिपदिकं मन्त्री मन्त्रिन्. अस्तु अग्रे अग्रे. सः विद्वान् विवेकी श्रद्धावान् च आसीत्. इति स्पष्टं स्यात्. विवेकी इति वयं जानीमः खलु. तस्य अर्थः कः? विवेकी यस्मिन् विवेकः अस्ति. यः विवेकः अस्ति. न न न समीचीनमेव उक्तवान्. यस्मिन् विवेकः अस्ति. यस्मिन् विवेकः अस्ति सः विवेकी. श्रद्धावान् वदतु. यः श्रद्धया कर्म करोति. यः श्रद्धया कर्म करोति. अथवा सामान्यतया यथा विवेकी इति भवान् उक्तवान् तथैव वक्तव्यमस्ति. यस्मिन् श्रद्धा अस्ति. यस्मिन् कर्मणि श्रद्धा. कर्मणि इति अपि न वक्तव्यमस्ति. केवलं यस्मिन् श्रद्धा अस्ति. श्रद्धावान् अथवा यस्य अस्मिन् वा श्रद्धा सः श्रद्धावान्. अस्तु अग्रे. ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म. ज्ञानिनः तस्य बहुवचनं, प्रथमं बहुवचनं. काव्यभक्ति उक्तवान् प्रथमा बहुवचनं. समीचीनं. ज्ञानिनः तस्य उपदेशम् अनुसृत्य राजा राज्यं, ओ षष्ठी राज्यं पालयति स्म. षष्ठी एकवचनम् ज्ञानिनः उपदेशम् अनुसृत्य. तस्य किं कारणेन ज्ञानिनः उपदेशम् अनुसृत्य राजा राज्यं पालयति स्म? राजा आसीत्, राजा राज्यं पालयति स्म. अनन्तरं राजा ज्ञानिनः उपदेशम् अनुसृत्य. तस्य किं कारणेन अत्र तस्य मन्त्रिणः खलु, मन्त्रिणः उपदेशमनुसृत्य. मन्त्री अस्ति विवेकी, ज्ञानी च. ज्ञानिनः इति मन्त्रिणः तस्य उपदेशमनुसृत्य एकवचनमस्ति. राजा राज्यं पालयति षष्टि एकवचनमस्ति. अस्तु, लक्ष्मी भगिनी अग्रे. तस्य प्रजाजनाः गुणिनः, धर्मनिष्ठाः, धर्मसूरिश्च आसन्. शुराश्च. पुनः पठतु. तस्य प्रजाजनाः गुणिनः, धर्मनिष्ठाः, कर्मसूरश्च आसन्. न, शुराश्च इति न, कर्मशूरश्च आसन्. आकारः नास्ति वा? कर्मशूराश्च. आं महोदय, कर्मशूराश्च आसन्. अस्तु, अर्थः कः? तस्य राज्यस्य प्रजाजनाः गुणिनः, धर्मनिष्ठाः, कर्मशूराः आसन्. समीचीनमस्ति. तत्र सर्वे अवगच्छन्ति, तत्र निष्ठशब्दः युक्तः इति अर्थः. यथा धार्मिक अथवा धर्मी, धर्मवन्तः, तत्र समानार्थीशब्दः के भवन्ति वदन्तु. धर्मनिष्ठाः इत्यस्मिन् अर्थे के शब्दाः भवितुम् अर्हन्ति? धर्म इत्यस्य उपयोगं कृत्वा वयं जानीमः तत्र इनि अस्ति, मतूप् अस्ति, कपतयः अस्ति, युक्तशब्दः अस्ति. तत्र वदन्तु, धर्मनिष्ठाः इत्यस्मिन् अर्थे धर्मे निष्ठाः अथवा धर्मस्य निष्ठाः. धर्मनिष्ठाः इति शब्दः, धर्मनिष्ठा इति शब्दस्य अर्थे अन्य पर्यायवाचकशब्दाः के सन्ति? धर्मपालकाः. धर्मपालकाः भवितुमर्हन्ति. धर्मनिमग्नाः. धर्मपालकः. अनन्तरं? धर्मनिमग्नाः. अस्तु, समीचीनम्. अनन्तरं? धार्मिकः. धार्मिकः. धार्मिकः अपि अस्ति. अनन्तरं? धर्मपराः. परायणाः. मतूप् इति वदतु. धर्मवान् बहुवचने. धर्मवन्तः. इनि प्रत्ययः. धर्मे. हा, बहुवचने. धर्मिणः. धर्मिणः. हा, समीचीनमस्ति. एतादृशशब्दाः सन्ति. अस्तु, अग्रे लक्ष्मी भगिनी अग्रे. कर्मशूराः च आसन्, कृषकाः, वणिजः भिषजः शिल्पिनः कुविन्दाः चर्मकाराः सर्वे अपि धर्मानुसारेण निजकर्माणि निर्व्याजं निर्वहन्ति स्म. नाम तस्मिन् राज्ये सर्वे अपि धर्मानुसारेण कार्यं कुर्वन्ति स्म, कार्याणि कुर्वन्ति स्म. निज निज इत्युक्ते निज स्व कर्माणि अपि च निर्व्याज्य निर्व्याजं सदा सदाति न व्याज व्याजिते व्याजिते कपट कपटः नास्ति. यत्र कपटव्यवहारः नास्ति, कपटाचरणं नास्ति, तत्र निर्व्याजं साधु. विदौट् फेल् किम् अस् अर्धं विदौट् फेल् न न न तत्र सम्यक् रीत्या तत्र कपटाचरणमिति कपटाचार्य इति जानाति वा? कपट कपटं यत्र नास्ति, यत्र नास्ति निर्व्याजं. अस्तु अग्रे सुब्रह्मण्यमहोदय अत्र अग्रे. अत एव सर्वसम्पदा अनुगृहीतम् आसीत् तत् राज्यम्. सर्वसम्पदा सर्वसम्पदा अत्र सम्पद् सम्पत् सम्पदा तृतीयविभक्ति एकवचनं सम्पदा अनुगृहीतम् आसीत् तत् राज्यं. राज्यं राज्ये सर्वसम्पदा आसीत् राज्ये अथवा राज्यं एकनिमिषं महोदय. अत्र अहं चिन्तयामि राज्यं सर्वसम्पदा राज्यं सर्वसम्पदा सर्वसम्पदायुक्तः भवति अभवत् सर्वसम्पदायुक्तः. अत्र सर्वसम्पदा इति सम्पद्युक्तः सम्पद्शब्दः तृतीयविभक्तिसम्पदा. तर्हि सम्पदायुक्तेन सम्पदायुक्तेन भवति अभवत् सम्पदायुक्तेन न सम्पदा युक्तं क्षम्यतां सम्पद्युक्तमिति यदि सम्पदायुक्तमिति वक्तुं सम्पदायुक्तमिति अथवा सम्पद्युक्तम् इति वक्तुं शक्यते. अत्र अनुगृहीतमित्यस्य किं विशेषणम्? अत्र अनुगृहीतं राज्यम् अनुगृहीतं राज्यम् अनुगृहीतं कया? सर्वसम्पदा राज्यं सर्वसम्पदा अनुगृहीतं सर्वसम्पद्युक्तम्. अस्तु अग्रे श्रीमा तत्र निहारिका भगिनी अग्रे पश्यतु. हरितः सरांसि च जलपूर्णानि भवन्ति स्म. वचनं सरांसि बहुवचनं प्रथमविभक्ति सरित् अपि बहुवचनं सरितः सरांसि समीचीनं बहुवचनम् अस्तु अग्रे फलपूर्णेषु शाकानि पक्षिणः महत्या मुदा विहरन्ति स्म. शाकानि इति लिखितमस्ति शाका शाकेषु क्षम्यतां फल फलपूर्णेषु शाकेषु पक्षिणः महत्या मुदा विहरन्ति स्म. शाकेषु इत्यस्य प्रातिपदिकं शाकिनि प्रत्ययः अर्थः कः वृक्षस्य शाखा शाखे न न शाखिन् इत्यस्य अर्थः कः शाखिन् फलपूर्णेषु शाखेषु वृक्षस्य भागः महोदय न वृक्षस्य भागः नास्ति लक्ष्मी भगिनी अन्य कोऽपि वदतु पूर्णेषु शाख तत्र शाखा भवति अत्र इनि प्रत्ययः अस्ति इनि यथा वयं शाखिन् वृक्षे वृक्षे नाम शाखा अस्य अस्मिन् वा वृक्षः यस्य शाखा सः वृक्षः शाखिन् इत्युक्ते वृक्षः एव खलु यथा धनिन् यस्य धनमस्ति सः धनी अत्र शाखी वृक्षः इत्युक्ते शाखी अत्र वृक्षेषु पक्षिणः महत्या महत्या मुदा विहरन्ति स्म वृक्षेषु शाखेषु शाखेषु फलपूर्णेषु अपि वृक्षस्य विशेषणं फलपूर्णः शाखी वृक्षः अस्तु अन्तिमवाक्यं तत्र लक्ष्मीभगिनी पठतु कृपया सर्वदिशः अपि जनाः तत् राज्यम् आगच्छन्ति स्म अस्तु किम् अस्ति अत्र सर्वदिशः पञ्चमी एकवचनं इति एव अस्ति अत्र प्रातिपदिकं किं दिक् सर्वदिक् दिक् प्रातिपदिकं न प्रातिपदिकं किम् आसीत् दिश् महोदय दिश् शकारान्त श्रीलिङ्गशब्दः दिश् तलव्यशकारान्तशब्दः दिश् दिक् दिशौ दिशः दिशां दिशौ दिशः दिशा सर्वत्र शकारः अस्ति खलु प्रातिपदिकं दिश् प्रथमविभक्तिरूपं दिक् हा किन्तु प्रातिपदिकं दिश् दिशः अस्तु समीचीनमस्ति पञ्चमी इति एव अस्ति जनाः तत् राज्यम् आगच्छन्ति स्म पद्मभगिनी अन्तिमवाक्यं ते तत्र रम्याणि भवनानि निर्माय तृप्तमनसा निवसन्ति स्म जनाः तृप्तमनसा तृतीया विभक्ति एकम् एकवचनं हा तृतीया एकवचनं समीचीनमस्ति समीचीनमस्ति तृप्तमनसा तृप्तं मनः तेन तृप्तमनसा रम्याणि भवनानि रम्याणि रम्य सम्यक् रमणीय हा अस्तु बहुवचनं किं किं किं वदतु बहुवचनं किं कारणेन न उपयोगं कृतवान् कुत्र अत्र ते निवसन्ति स्म प्रत्येकं जनस्य एक एव मनं मनः एक एव मनः इति कृत्वा यत् संस्कृतभाषायां यत्र यत्र शरीरस्य भागः भवति किन्तु जनसमूहः इति विषयः तथापि शरीरभागः एकवचने भवति मनसः अथवा हस्तः यथा सर्वेषां हस्तः मलिनः बहवः जनाः किन्तु प्रत्येक जनस्य एक एव हस्त अथवा हस्तद्वयमस्ति किन्तु यद्यपि बहवः जनाः सन्ति तथापि हस्तः अति बहुवचने न भवति मनः एक एव अस्ति अतः एकवचने अपि च अत्र तृप्तमनसा इति क्रियविशेषणमस्ति अन्यत् अन्यविषयः अस्ति अत्र अत्र बहुवचनस्य विषयः नायाति एव यद्यपि बहवः जनाः सन्ति अत्र अत्र प्रत्येकं जनस्य एक एव मनः इति अपि अत्र विषयः नास्ति यतोहि तृप्तमनसा इति क्रियाविशेषणमस्ति केन रूपेण निर्वहन्ति स्म तृप्तमनसा तृप्तमनसा इति क्रियायाः भावः क्रियायाः भावः अतः अत्र क्रियायाः विशेषणम् इति वक्तव्यमस्ति न तु जनानां कया रीत्या इति कृत्वा तृप्तमनसा अस्तु अस्तु तर्हि विरमाम अग्रिमे सप्ताहे धन्यवादाः अस्तु नमस्कारः धन्यवादः नमस्कारः महोदय धन्यवादः